अहिंसा शांति राजवम आचार्योपासनं शौचं संयमात्मा विनिग्रहः इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च जन्म मृत्यु जरा व्याधि दुःख दोषानुदर्शनम् असक्तिरविष्वङ्गः पुत्र दार गृहादिषु नित्यं च समचित्तत्वम् इष्टानिशोपपत्तिषु मयि चानन्ययोगेन भक्तिराव्याभिचारिणी विविक्तदेश सेवित्वम् अरतिर्जान संसदि अध्यात्मा ज्ञान नित्यत्वम् तत्त्वज्ञानार्थ दर्शनम् एतज्ज्ञानमिति प्रोक्तम् अज्ञानम्।